नमस्कारः. अस्माकं धातुपाठे हरिसन्धिः इति द्वितीयपाठः पाणिनीयव्याकरणवर्गे प्रवर्तमानः अस्ति. तत्र सकारादिप्रत्यये परे किं कार्यम् इति अस्मिन् पाठे अस्ति. गतपाठे तु अपृक्त हल् वर्णस्य परे किं कार्यं, लङ्लकारस्य प्रथमपुरुष एकवचनं, मध्यमपुरुष एकवचनं, तत्र किं कार्यम् इति दृष्टवन्तः. धातुपाठे हल् सन्धिः प्रथमपाठः. द्वितीयपाठे सकारादिप्रत्यये परे यत्र यत्र सकारादिप्रत्ययः अस्ति तत्र तत्र किं कार्यम् इति अस्मिन् पाठे पश्यामः. तत्र गतसप्ताहे वयं खवर्गस्य परे, क्षम्यतां, कवर्गान्तधातुः अस्ति चेत् किं कार्यम् इति दृष्टवन्तः. तत्र प्रथमम् आदेशप्रत्ययोः इति कार्यं सर्वदा प्रथमं भवति. किमर्थम् इत्युक्ते अष्टमाध्यायस्य तृतीयपादे अस्ति करीच, तस्मात् अनन्तरमेव भवति करीच इत्यस्मात् प्राक् आदेशप्रत्ययोः इत्यस्य कार्यम्. अनन्तरं खरीच इत्यनेन चर्त्वादेशः इति दृष्टवन्तः. अत्र एव एकः प्रश्नः आसीत्, नुम् विसर्गः शर् व्यवाये चेदपि षत्वम् इत्यस्य दृष्टान्तः कः इति प्रश्नः. तत्र आदेशप्रत्ययोः इति एक सूत्रे अनुवृत्तिसहितसूत्रं यदा पश्यामः तत्र इण्कोः आदेशप्रत्यययोः अपधान्तस्य सः मूर्धन्यः संहितायां नुम् विसर्जनीयस्य शर् व्यवाये अपि इति अनुवृत्तिरूपेण आगच्छति. तत्र यत् प्रथमभागः अस्ति तत्तु वयं दृष्टवन्तः, इण्कोः आदेशप्रत्ययोः अपदान्तस्य सः मूर्धन्य संहितायां षत्वविधिः इति. तत्र नुम् विसर्जनीयस्य शर् व्यवाये अपि, अपि इत्युक्ते तत्रापि षत्वं भवति इति अनुवृत्तिरूपेण आगच्छति. अनुवृत्तिरूपेण यदा आगच्छति इत्युक्ते पूर्वसूत्रं नुम् विसर्जनीयस्य शर् व्यवाये अपि इति सूत्रेण षत्वविधिः विधीयते, तदेव अस्मिन् सूत्रे अपि आगच्छति. अतः तत्र एकः प्रश्नः आसीत्, तत् पठित्वा वयम् अष्टाध्यायी डाट् काम् मध्ये अपि किञ्चित् पठामः तस्मिन् विषये. महोदय, भवान् एव पठति वा? कुतः भगिनि अत्र तस्मात् अनन्तरम् एकं स्टार् रूपेण अस्ति प्रश्नः उदेति यत् नुम् विसर्गः. प्रश्नः उदेति यत् नुम् विसर्गः श व्यवाये चेदपि षत्वम् इत्यस्य दृष्टान्तः कः इति. व्यवाये नुम् इत्यस्य दृष्टान्ताः एते सर्पा सर्पाशि वा सर्पाशि प्रायः सर्पांशि सर्पांशि आमां सर्पांशि सर्पांशि यजूंशि हवींशि एते हवींश सर्प सर्पिस् इत्युक्ते घृतं सर्पिः आम् सर्पींसि आमां सर्पिस् इति सर्पिः यजुस् पूजा हविस् हव्यम् इति प्रातिपदिकानि. अत्र बोध्यं कथं निष्पन्नं सर्पिस् इति प्रातिपदिकं. सृप् गतौ लटि सर्पति. सृप् धातुः योग इसि वा इसि इति उणादिप्रत्ययः इसि वा इसि अस्तु इसि इति उणादिप्रत्ययः. अतः सृप् योग इसि अनुबन्धलोपे सृप् योग इस् इदानीं पुगन्तलघुबद्धस्य इत्यनेन गुणः सर्पिस् इति प्रातिपदिकं. नपुंसके प्रथमाविभक्तौ बहुवचने सर्पिस् योग इ. इदानीं नुमागमः सर्पिस् इस् नुमागमः सर्पिस् योग इ अस्तु. नुं व्यवाये नुं व्यवाये अपि षत्वं सर्पी सर्पीजि इति. अतः अयं सकारः प्रत्ययस्य एव एवम् एवमेव यजूंषि हवींषि हवींषि अपि इति अस्ति. व्यये व्यवाये विसर्गस्य अस्तु पठामि वा अग्रे अथवा न न एतद् वदतु प्रथमं महोदय अन्यविषयः आमाम् अस्तु अत्र नुम् व्यवाये दृष्टान्तः के इति दृष्टान्तः दत्ताः सन्ति यथा सर्पींषि यजुंषि हवींषि इति अत्र सर्पिस् इति सृप् धातोः ऋणाधिपत्येन निर्मितमस्ति इदानीं बहुवचने नुमागमः भवति सर्पिस् योग इ इति अस्ति इदानीं प्रत्ययस्य सारि क्षम्यतां सर्पिस् योग इ सर्पिषि अत्र सकारः अस्ति सकारः प्रत्ययस्य सकारः अस्ति अतः इदानीं नुमागमः भवति इ इति बहुवचनप्रत्ययः अस्ति नपुंसकलिङ्गे नुमागमः भवति नुमागमः भवति चेत् तत्र नुम् इति अत्र इकारात् परं भवति अनन्तरं सकारः अस्ति इदानीं व्यवधानमस्ति नु साक्षात् आदेशप्रत्यय इति अत्र व्यवधानमस्ति अनुस्वारस्य अतः तत्र नुमागमस्य क्षम्यता नुमागमस्य व्यवधानमस्ति परन्तु भवति अत्रापि भवति सकारस्य सकारः भवति आदेशप्रत्ययोः इत्यनेन सूत्रेण एवमेव यजुंषि आदेशप्रत्ययोः इत्यस्य निमित्तं किम् अस्ति अत्र सामान्यतः वयं दृष्टवन्तः इन् कोः इति इन् इन् इन् दातु इन् परन्तु इन् इत्यस्मिन् नकार इन् इत्यस्मिन् इन्नस्मिन् लण् पर्यन्तम् अस्ति खलु लण् पर्यन्तम् पर्णकारः लण् पर्यन्तम् अस्ति लण् न्यमगणना अनन्तरं नकारः भवति अतः न अत्र नास्ति इण्कोको इति इत्यस्मिन् तदा नागच्छति अतः न आगच्छति चेत् कथं नुम्मागमः न इदानीं नुम् व्यवाये अपि इति इत्यनेन स्वीकरणीयम् इति तत्र अनुवृत्तिसहितसूत्रेण भवति इण्कोः इति सामान्यतः वयं पश्यामः इण्कोः इति इण् इति प्रत्याहारे के के वर्णाः सन्ति अपि च अस्ति किल अत्र सर्पिस् इत्यत्र ईकारः अस्ति किल सकारात् पूर्वं न सकारस्य छत्वं भवति खलु आम् सकारस्य छत्वं किं सत्यनिमित्तम् इति इण् ईकारः अस्ति मध्ये नुमागमः भवति अतः इदानीं व्यवधानमस्ति वा इति सकारात् पूर्वम् इकारः अस्ति परन्तु इकारात् परम् इदानीं नुमागमः भवति खलु अतः नुम् व्यवाये अपि षत्वम् इति भवति इति इकारनुमागमः इकारनकार सकार अस्ति अतः तत्र व्यवधानमस्ति परन्तु नुम् व्यवाये अपि षत्वं भवति इति अस्ति अत्र समीचीनम् इण्कोः इति वर्णः तु अस्ति एव यदा नुम् आगमः अस्ति तदानीमपि षत्वं भवति यदा वयं तत्र मम भ्रमः अभवत् लण् पर्यन्तम् अस्ति खलु न्यमगणनम् इत्यत्र नकार नास्ति लण् पर्यन्तं सर्वत्र लण् पर्यन्तम् इदानीं लण् पर्यन्तमस्ति चेत् इण् इत्यस्मिन् नकारः न आगच्छति खलु तद् न आवश्यकमेव महोदय तत्र सर्पिस् इत्यत्र सकारस्य षत्वं करणीयं तस्य निमित्तम् अस्ति इकारः इण्कोः वर्णः सर्पि इत्यत्र यद् इकारः अस्ति तद् निमित्तम् अस्ति इदानीं तत्र प्रक्रियायां नुम् आगमः आगच्छति यदा नुमागमः भवति चेदपि षत्वं भवति एतत् पार्लि तत्र अट्कुप् वाङ्नुं यदा चिन्तयामः समानरीत्या दशाभ्यां नोनः समानपदे अट्कुप् वाङ्नुं व्यवाये अपि नत्वं भवति किल आमाम् अस्तु तादृशमेव पार्लल् षत्वम् अत्रापि नुम् मध्ये अस्ति चेदपि तस्य षत्वं भवति. अस्तु, अरुणा भगिनी द्वितीय उदाहरणं पठति वा? आं भगिनि, तत्रैव व्यवाये विसर्गस्य प्रथमं महोदयः पठितवान् नु, अनन्तरं व्यवाये विसर्गस्य दृष्टान्ताः एते. सर्पिषिषु यजुषु हविषिषु नपुंसके सप्तमी विभक्तौ बहुवचने सर्पिस् युगः सुप् सर्पिस् इत्यस्य सकारस्य विसर्ग आदेशः. विसर्गस्य व्यवाये अपि षत्वं सर्पिषिषु एवमेव यजुषु हविषिषु. अत्र अन्य उदाहरणं दत्तं सर्पिः सकार अस्ति सप्तमीविभक्तौ बहुवचने सूप् आगच्छति अपि तु विसर्ग आदेशः अपि अस्ति चेत् अपि सकार मूर्तनिषकार भवति. समीचीनं, तत्रापि समानकार्यमेव. यद्यपि तत्र मध्ये विसर्गः आगच्छति व्यवाये अपि षत्वं भवति इति एव. अग्रिममपि पठतु भगिनि, शर्व्यप्रत्याहारस्य व्यवाये शर् प्रत्याहारस्य दृष्टान्ताः एते. सर्पिषु यजुषु हविषु नपुंसके सप्तमी विभक्तौ बहुवचने सर्पिस् युगसु वाशरि इत्यनेन विकल्पेन विसर्गः आदेशः. पक्षे सकार एव सकारपक्षे सकारस्य व्यवाये अपि श्रोत्वं सर्पिष्युगषु स्तृणाश्चुः सूत्रेण सर्पिषु एवमेव यजुषु हविषु. अत्रापि अन्य दृष्टान्तमस्ति षर् प्रत्याहार. अत्रापि सामान्यतया विसर्ग आदेशः भवति सुप्रत्ययः योजनसमये नपुंसके सप्तमी विभक्तौ बहुवचन निष्पन्न प्रक्रियायां. तत्र सुप् वा शरि इति सूत्रेण विसर्गः विकल्पेन भवति ततः सकार एव अवशिष्यति. सर्पिस् सकार एव अस्ति योगः सु सुप् सु वर्ण सुप् वर्णप्रत्ययस्य सुक् सु षत् मूर्धनषकार भवति. तदनन्तरं सुनाष्टुः इति सूत्रेण सकार मूर्धनषकार भवति सर्पिषु तदेव यजुषु हविषु. समानचिन्तनमेव. अतः यत्र यत्र तत्र नुम् व्यवाये नुम् व्यवाये विसर्गः व्यवाये षट् प्रत्याहारस्य कश्चन वर्णः आगच्छति चेदपि षत्वं तु अवश्यं भवति एव. अन्यनिमित्तानि सन्ति चेत् इण्कोः वर्णः अस्ति चेत् सकारः इत्यस्य षत्वं भवति एव इत्येव तत्र पाठः. भगिनि अत्र सकारः प्रथमसकारः प्रथमसकारः सुनास्तु इत्यनेन भवति खलु अर्पिस् शु इदानीम्? आम् आम् आम् आं महोदय, आम् शु तु प्रथममेव आसीत् किल तत्र. आं सम्यक्, आं सकारस्य शु सकारषकारयोः स्टुनाष्टुः इत्यनेन सकारस्य स्थाने षकारादेशः. आं महोदय, समीचीनम्. अतः तत्र अष्टाध्यायी डाट् काम् मध्ये अपि कश्चन कानिचन उदाहरणानि दत्तानि सन्ति, तत् किञ्चित् पठन्तु. यद्यपि तत्र आदेशप्रत्ययोः इति सूत्रे यद् उदाहरणमस्ति तस्मात् पूर्वं नुं विसर्जनीयस्य शर्व्यवाये अपि इति सूत्रम् 8348 क्षम्यतां 58 तत्रापि उदाहरणानि सन्ति, तत्र कथं तयोः भेदः नुं विसर्जनीयस्य शर्व्यवाये अपि आदेशप्रत्ययोः तयोः कः भेदः इति अवगन्तव्यः. तत्र आदेशप्रत्ययोः इत्यनेन एकनिमिषं तदेकमेव उदाहरणम् अहं स्वीकृत्य वदामि. 8358 किञ्चित् उद्घाटयन्तु. नुं विसर्जनीयस्य शर्व्यवाये अपि इति श्रीवल्ली भगिनी पठति वा तृतीय उदाहरणं? आं भगिनि. षट् वर्गस्य व्यवधाने अपि सकारस्य शकारः भवति. यथा धनुस् इत्यस्य सप्तमी बहुवचनस्य रूपसिद्धौ सप्तमी विभक्तौ धनुस् योगः सुप् प्रत्ययः धनुरु योगः सु स्वादिषु असर्वनामस्थाने इति भगिनि टैपो असर्वनामस्थाने इत्यनेन अङ्गस्य पदसंज्ञा ससजुषोरुः इति पदान्तसकारस्य रुत्तम् धनुरु प्लस् सु इति पदसंज्ञा भवति. पदसंज्ञा भवति इति कारणेन ससजुषोरुः इति पदान्तसकारस्य रुत्वं भवति. धनुस् प्लस् सु धनुरु प्लस् सु इति भवति. धनुः प्लस् सु करवसानयोः विसर्जनीयः इति रेफस्य खरिपरे विसर्गः भवति. धनुः प्लस् सु भवति. अनन्तरं धनुस् प्लस् सु इति वाशरि इति षड्वर्णे परे विसर्गस्य वैकल्पिकः सकारः भवति. सो विसर्गस्य स्थाने सकारः आदेशः भवति. धनुस् योगः सु अनन्तरम् आदेशप्रत्ययोः इति अनेन इन्कोः परस्य सु इत्यस्य सकारस्य षकारः. नुम् विसर्जनीय षड्व्यवाये अपि इत्यनेन अयं षकारः सकारस्य व्यवधाने अपि भवति. धनुस् योगः शु नमस्ते भगिनि. उषा भगिनि अहं विलम्बेन आगच्छामि. नास्ति चिन्ता भगिनि. भगिनि अष्टाध्यायी 8358 सूत्रस्य थर्ड् एक्साम्पल् अस्ति. उषा भगिनि धनुष् योगः शु इति आदेशप्रत्ययोः इत्यनेन इन्कोः परस्य सु इत्यस्य सकारस्य षकारः भवति. धनुस् उ इन्कोः उ इति इन् वर्णः अस्ति. इन् वर्णस्य परस्य सकारस्य स्थाने मूर्धन्यषकारः आगच्छति. धनुष् योगः शु नुं विसर्जनीय षड्व्यवायेति इत्यनेन अयं षकारः सकारस्य व्यवधाने अपि भवति. धनुष् योगः ओके धनुष् प्लस् शु ओके फैन् षर्व्यये अपि सकारः षड्वर्णः सकारस्य व्यवाये अपि षकारः शु सु इति शु भवति. अनन्तरं स्टुनाष्टुः इति स्टुत्वं भवति रूपं भवति धनुषु. अत्र धनुष् प्लस् सु इत्यस्य धनुष् शब्दस्य सकारः यद्यपि विसर्गादेशस्य सकारः अस्ति तथापि सः पदान्ते अस्ति अतः आदेशप्रत्ययोः इत्यनेन तस्य षत्वं न भवति. केवलं प्रत्ययसकारस्य षत्वं कर्तुम् आदेशप्रत्ययोः इत्यस्य प्रयोगः क्रियते. आम् तदेव मुख्यबिन्दुः अत्र. यद्यपि तत्र अस्माकं पदसंज्ञा जातः स्वादिषु असर्वनामस्थाने उषा भगिनी प्राप्तं वा सूत्रम्? अष्टाध्यायी.com मध्ये वयं पश्यामः 8358. नुं विसर्जनीय शर्व्यवाये अपि तत्र तृतीय उदाहरणम् अस्तु. तत्र धनुः इति यद् पदं जातम् इदानीं स्वादिषु असर्वनामस्थाने इति सूत्रेण अङ्गस्य पदसंज्ञा जातः जाता अनन्तरं कार्याणि तत्र भवन्ति. अतः पदसंज्ञा तु अस्ति एव. यदा वयं नुं विसर्जनीयस्य शर्व्यवाये अपि इत्यनेन षत्वं कृतं तत्र तु पदसंज्ञा अस्ति इति एव अस्य सूत्रस्य प्रसक्तिः. यदा वयम् आदेशप्रत्ययोः किमर्थं न तत्र कार्यं करोति इत्युक्ते तत्र पदान्ते पदान्तसकारस्य षत्वम् अतः तस्य कार्यम् अत्र न भवति. तत्तु यदा प्रत्यय अवयवः अस्ति चेदेव आदेशप्रत्ययोः इत्यस्य कार्यं. यदा वयम् अस्माकम् उदाहरणे दृष्टवन्तः किल किम् आसीत् सर्पिषु इति तत्र एव तस्य कार्यं भवति. अन्यत् सर्वं समानमेव परन्तु नुं विसर्जनीयस्य शर्व्यवाये अपि अनन्तरम् आदेशप्रत्ययोः सूत्रयोः कः भेदः इत्युक्ते अस्य नुं विसर्जनीयस्य शर्व्यवाये अपि इति सूत्रं पदान्तकार्यं भवति. अस्माकम् आदेशप्रत्ययोः इति सूत्रे तु अपदान्त इङ्कोः परस्य अपदान्तस्य आदेशरूपस्य प्रत्यय अवयवरूपस्य वा सकारस्य मूर्धन्यः आदेशः भवति इति अपदान्तकार्यमेव आदेशप्रत्यय. यद्यपि तद् 8.3 त्रिपाध्यामस्ति तत्रापि नुं विसर्जनीयस्य शर्व्यवाये अपि इत्यस्य कार्यं षत्वं पदान्ते आदेशप्रत्ययोः इत्यस्य कार्यं षत्वं अपदान्ते भवति. कार्यं समानं परन्तु स्थलं भिन्नं. भगिनि अत्र मम भ्रमः अस्ति. अत्र षत्वं भवति द्वयो आदेशप्रत्यये अपि नुम् विसर्जनस्य अपि अपदान्ते अपदान्तस्य एव भवति खलु न तु पदान्तस्य खलु. नुम् विसर्जनीयस्य इति यद् अनुवृत्तिरूपेण अत्र आगच्छति तत्रापि अपदान्तस्य एव कार्यम् अपदान्ते अपि अपदान्ते एव. आम् आम् आम् यद् न अनुवृत्तिः अस्ति तद् अवश्यम् अस्मिन् सूत्रे किं कार्यं तदेव करोति. सम्यक्. तद् नुं विसर्जनीस शर्व्यवाये अपि इति पृथक् सूत्रमस्ति इण्डिपेण्डेण्ट् सूत्रमस्ति तस्य कार्यं पदान्ते भवति. न पदान्ते नास्ति भगिनि अत्र पदान्ते मूर्धन्यस्य इति अधिकारे अस्ति इति दत्तमस्ति खलु. न न पूर्वसूत्रम् अस्मिन् सूत्रेण नुं विसर्जनीय शर्व्यवाये अपि तत्र तत्र एकम् उदाहरणं अपदान्तस्य मूर्धन्यः इति दत्तमस्ति 8.355. आं तत्र पूर्णतया तस्मिन् एव अधिकारे अस्ति इति कृत्वा पूर्णतया आगच्छति भगिनि. अपदान्तस्य मूर्धन्यः अस्मिन् अधिकारे सकारस्य यः मूर्धन्यः शकारादेशः भवति अधिकारे अधिकारे. अतः एव अहम् एतद् उदाहरणं स्वीकृतवती यत्र तत्र दत्तमस्ति पदान्ते यदा भवति तत्र आदेशप्रत्ययोः इत्यनेन षत्वं न भवति इति अस्ति किल. अतः एव तद् स्वीकृतवती. अन्यानि उदाहरणानि अपि कृपया अनन्तरं पश्यन्तु तत्र कथम् आगच्छति इति अस्ति आदेशप्रत्ययोः नुं विसर्जनीयस्य शर्व्यवाये इति. अस्माकं पाठे वयम् अग्रे किञ्चित् सरामः. विजया भगिनी अग्रिम द्वितीयबिन्दुः पठति करपत्रात्. नमस्कारः भगिनि. अत्र द्वितीयबिन्दुः च श्रूयते वा भगिनि? आम् आम् च छ ज ज क चोः कुः च वर्गस्य स्थाने कावर्गः आदेशः भवति जलि पदान्ते च चोः षष्ट्यन्तं कु प्रथमान्तं द्विपदमिदं सूत्रं जलो जलि इत्यस्मात् जलि इत्यस्य अनुवृत्तिः कोः संयोगान्त्यरन्ते च इत्यस्मात् अन्ते च इत्यनयोः अनुवृत्तिः पदस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं चोः कुः जलि पदस्य अन्ते च तत्र च वर्गस्य स्थाने कावर्गः द्वितीयसदस्य स्थाने प्रथमसदस्यवर्णः आदेशः भवति अत्र स्कोः संयोगान्त्यन्ते इत्यस्मात् अन्ते च इत्यनयोः अनुवृत्तिसहितसूत्रम् अनुवृत्तिसहितसूत्रम् अत्र चोः कुः जलिपदस्य अन्ते च कार्यं करोति इति गते पाठे अस्य सूत्रस्य प्रयोगः अस्माभिः दृष्टः पदान्ते लङ्लकारप्रसङ्गे परन्तु जलि अपि भवति इति उक्तं सकारः जलि अस्ति अतः अत्रापि इदं कार्यं प्रसक्तं त थ ध स एते सर्वे हल् सन्ति निमित्तकवर्णाः जलि सन्ति उदाहरणम् अत्र चोः कुः इत्यनेन सकारे परे कुत्वं विहितं चकारस्य स्थाने प्रथमवर्णः प्रथमसदस्य प्रथमवर्णः आगच्छति च ख छ ख ज ग झ ग इति प्रथम द्वितीयसदस्य स्थाने प्रथमसदस्य वर्णः आगच्छति द्वितीयसदस्य किं भगिनि छ छ ज ज अनन्तरं ख ख ग ग इति अत्र आगच्छति सवर्गस्य स्थाने कवर्ग आदेशः कवर्ग आदेशः कुत्वं भवति कुत्वं भवति निमित्तं किं भगिनि कुत्र भगवति किं भगिनि निमित्तं किं निमित्तं निमित्तम् अत्र चावर्गस्य स्थाने कावर्गः आदेशः भवति तत्तु स्थाने कार्यं निमित्तं जलिपदान्ते चेत् जलिपदान्ते अस्ति चेत् तदेव निमित्तं जलिपदान्ते च कार्यं भवति समीचीनं धन्यवादः उषा भगिनी अग्रिमम् आं भगिनि चकारस्य प्रकारद्वयं सामान्यं चोः कुः इत्यनेन कुत्वं वच् योगः स्यति चोः कुः इत्यनेन वक् योगः स्यति आदेशप्रत्ययोः इत्यनेन षत्वं वक् योगः ष्यति वक्ष्यति वच् योगः स्यति चोः कुः प्रत्ययः स्यति सकारः जलि चोः कुः इत्यनेन जलिनिमित्तक चकारः ककारः भवति वक् योगः स्यति आदेशप्रत्ययोः इत्यनेन स्यति इति ष्यति भवति वक्ष्यति इति सिध्यति व्रश्च धातुः अत्र व्रश्च भ्रश्च सृज मृज यज राज भ्राज भ्राजश्च शां शः इत्यनेन षत्वं वा व्रश्च योगः सि स्कोः संयोगाद्योरन्ते च इत्यनेन संयोगे पूर्वसकारलोपः भवति वा व्रच् योगः सि व्रश्च भ्रश्च सृज मृज यज राज भ्राजश्च शां शः इत्यनेन षत्वं वा व्रश् योगः सि भगिनि वा वृष् योगः सि स्कोः संयोगाद्योरन्ते च इत्यनेन संयोगे पूर्वसकारलोपः वेर् इस् द संयोग भगिनि वा वृष् योगः सि वा ओ दट् शङ्कराशकार ओ द ताळव्यशकार घाट्लास् वा वृष् योगः सि स्कोः संयोगाद्योरन्ते च सकार ओके सकार आर् ककार संयोगाद्योर् अन्ते च इन् द बिगिनि द फस्ट् सकार सकारः किमर्थम् इति अग्रे आगच्छति षत्वं वयं वावृष् इत्यत्र ताळव्यशकारः एव दृश्यते सकारः कुतः इति अग्रे आगच्छति वावृष्योगः सि स्कोः संयोगाद्योरन्ते च पूर्वसकारलोपः भवति वा व्रच् भवति वा व्रच् योगः सि व्रश्च भृश्य सृज मृज याज भ्राज जशांशः इत्यनेन षत्वं भवति वा वा व्रश् भवति वा व्रच् द चकारः बिकेम् द वा व्रश् ओके वा व्रश् योगः सि षडोकसि इत्यनेन सकारे परे षकारस्य ककार आदेशः शकारे परे ओ वा व्रश् अन्ते शकारः भवति शकारः फालोड् बै सि ओके सकारे परे वा व्रक् योगः सि शकारस्य ककार आदेशः षडोकसि इत्यनेन ओके वा व्रक् योगः सि आदेशप्रत्ययोः इत्यनेन षत्वं वा व्रक्षि ओके ओके वा व्रश् इति वाट्रूपं भगिनि यङ्गन्धरूपम् ओके यङ् लुगन्तरूपम् ओके वा व्रश् योगः सि ओके प्रश्नः उदेति कथं स्कोः संयोगाद्योरन्ते च इत्यनेन शकारलोपः यदा सूत्रेण सकारलोपस्य विधानम् सामान्यतया वदामः यत् वस्तुतः अत्र मूले सकारः आसीत् श्चुत्वसन्धिना एव शकारः जातः अत्र मूले सकारः आसीत् श्चुत्वसन्धिना एव शकारः जातः अस्तु तत्तु सत्यं किन्तु अधुना शकारः अस्ति किल न तु सकारः इति चेत् कथं वा स्कोः संयोगाद्योरन्ते च इत्यनेन सकारलोपः स्यात् अकृतव्यूहा पाणिनीया इति परिभाषया निमित्तं न स्वीकर्तव्यम् इत्यस्मात् वृश्च भृश्च सृज मृज यज राजभ्राज चषांशः इत्यनेन शुत्वसन्धेः निमित्तचकारस्य जायमानात् नाशात् स्तोहोश्चुनाशुः इति सूत्रं न प्रवर्तनीयमेव अतः सकारः तिष्ठति वा व्रश्च योगः सि स्कोः संयोगाद्योरन्ते च ते च वा व्रच् योगः सि ओके सो ताळव्यशकारः इति सामान्यतया श्चुनाश्चुः एव सिध्यति श्चुत्वसन्धिना शकारः जातः सो तत् शकारः ओरिजिनल् मूले सकारः अस्ति ओके देन् चेत् इति चेत् कथं वा स्कोः संयोगाद्योरन्ते च इत्यनेन सकारलोपः स्यात् देन् स्कोः संयोगाद्योरन्ते च सूत्रः अनेन शकारलोपः भवति देन् द मूलसकार अगेन् गेट्स् लास्ट् समीचीनं वृश्च भृश्च इत्यनेन श्चुत्वसन्धेः ऐ डिड् फालो द लास्ट् सेण्टेन्स् न तत्र भवती यद् उक्तवती सत्यमेव. तत्र प्रश्नः किमर्थम् इत्युक्ते यदा वयं स्कोः संयोगाद्योरन्ते च इति कृतवन्तः तत्र वयं यद् पश्यामः तत्तु ताळव्यशकारः एव. स्कोः संयोगाद्योरन्ते च कदा भवति? यदा सकारः आदौ अस्ति चेदेव भवति. इदानीं वयं जानीमः वावृश्च इत्यत्र शकारः यद् अस्ति तद् मूले सकारः आसीत् तोषुनाशुः इत्यनेन शकारः जातः इति वयं जानीमः. तद् इदानीं स्कोः संयोगाद्योरन्ते च इत्यनेन वयं लोपं कर्तुं शक्नुमः वा? इदानीं तु शकारः जातः, तादृशं कर्तुं शक्नुमः वा इति चेत् तत्र अकृतव्यूहाः पाणिनीयाः इति एकः सिद्धान्तः, परिभाषा. तत्र परिभाषा आगत्य वदति नशिष्यमाणं, नशिष्यमाणम् इति शाणच् प्रत्ययः. तद् तु नशिष्यमाणं यदा चकारः अस्ति तेन वयं तत्र श्चुत्वं न कर्तुं शक्नुमः. तत्तु नशिष्यमाणं भवति, तत् तस्य नाशः तु भवति एव अग्रे. ब्रश्च ब्रश्च इत्यनेन चकारः शकारः भवति एव अग्रे, तद् भविष्यति इति कारणेन तत्र श्रुत्वमेव न करोतु. बाव्रश्च इत्येव सूत्रं पश्यति अस्माकं कृते, न सूत्रस्य दृष्ट्या तत्र सकारः अस्ति एव, अतः स्कोः संयोगाद्योरन्ते च इत्यस्य कार्यं येन सकारः लोपः जातः. तदेव वयं भिन्नरीत्या पठितवन्तः गतपाठे. किम् आसीत्? निमित्त अपाये नैमित्तिकस्यापि अपायः इति यद् पठितवन्तः तस्मिन्नेव विषय, तदेव विषयः, परन्तु इदानीम् एकं नूतनं परिभाषा स्वीकृतवन्तः, अकृतव्यूहाः पाणिनीयाः इति परिभाषया तद् साधितवन्तः. तावदेव भेदः. तत्र किमपि मतभेदः अस्ति? किमपि पठितवन्तः किल गतपाठस्य अन्ते, तत्र निमित्तापाये तत्र किञ्चित् मतभेदः अस्ति, केचन न स्वीकृतवन्तः न आवश्यकम् इति कृत्वा अत्र इदानीम् एकम् एका नूतना परिभाषा. तदेव विषयः समीचीनम्. अतः वावृच् योगः सि इति इदानीम् अस्माकं स्थितिः. अनन्तरं किम् इति कति परिभाषासूत्रा सन्ति भगिनि? बहवः सन्ति भगिनि, गणना तु यदा वयं तत्र कुत्र आसीत् अहं कुत्रापि दृष्टवती परिभाषा, अन्ये अपि कृतवन्तः खलु, अतः तत्र कुत्रापि आन्लैन् मध्ये लभ्यते किल? कुत्रापि अहं दृष्टवती, कुत्रापि अस्ति आन्लैन् मध्ये. तत्र सङ्ग्रहः एव भगिनि, परिभाषेन्दुशेखरः इति परिभाषायाः सङ्ग्रहः. किं कृतवन्तः इत्युक्ते प्रथमं पाणिनिना सूत्राणि रचितं, तत्र किमपि व्याख्यानं वा किमपि न दत्तम्. अनन्तरं कमेण्टेटर्स् ते आगत्य सिद्धान्तकौमुदी वा लघुसिद्धान्तकौमुदी, अनन्तरं they had their own views on the sutrani. So when you want to arrive at a particular form, they took the help, made their own paribhasha. So it will be different. Yada bhavati siddhanta kaumudyam ekam paribhasha patiti tad anyatra tesham mataha kinchit bhinnaha bhavati. Okay. So paribhashayah sangrahah, popular ones सङ्ग्रहः कृतवान् परिभाषेन्दुशेखरः इति नागेशः. तादृशमपि वार्तिकमपि खलु भगिनि, वार्तिकानि अपि सन्ति. तद् लभ्यते अस्माकम् अष्टाध्यायी डाट् काम् मध्ये वार्तिकानि. परिभाषा केचन लभ्यन्ते, न पूर्णतया न. द्वयमस्ति खलु, एकं तु पाणिनिना उक्तमस्ति अत्र सूत्रेषु अवगमने, तद् परिभाषा सूत्रमिति सूत्राणि, तदपि परिभाषा खलु, तद् भिन्नं महोदय. अत्र भिन्नपरिभाषा पाणिनिना उक्तम् उक्तम् एतत्तु तत्र तत्र तु अष्टाध्याय्यामेव भवति किल परिभाषा यद् पाणिनिना उक्तं तत्तु अष्टाध्याय्याम् अस्ति एतत्तु इण्डिपेण्डेण्ट् ग्रमेरियन्स् इति तेषां नाम अपि सर्वत्र नास्ति के कृतवन्तः इति रिसर्च् इति एव वयं स्वीकर्तुं शक्नुमः ये स्वीकृत्य तस्य पठनं कृतवन्तः तत्र अवगमनार्थं ते एका परिभाषा तत्र वावृश्च इति भवतु तत्र सौलभ्यं भवति यदा सकारस्य लोपः कुर्मः चेत् इति तत्र एकं यु नीड् अ प्रूफ् किल तत्र तत्र अकृतव्यूहाः पाणिनीयाः इति तेन निर्मितम् धन्यवादः चिन्ता महोदय भवतः क्रमः कोः संयोगाद्योरन्ते च इत्यस्य प्रथमवाक्यम् अनुवृत्तिसहितसूत्रं महोदय कोः संयोगाद्योरन्ते च संयोगस्य प्रथमसदस्य सकारः ककारः वा चेत् संयोगस्य प्रथमसदस्य लोपो भवति न तु द्वितीयसदस्यस्य झलि पदान्ते च अनुवृत्तिसहितसूत्रं संयोगाद्योः स्कोः लोपः झलि पदस्य अन्ते च इति पदान्ते अपि च झलि पदान्ते अपि च झलि झलि परे आदौ सकारककार अस्ति चेत् संयोगः अस्ति चेत् तयोः एव लोपः भवति न तु अन्तिमवर्णस्य इति अग्रिमं महोदय अस्तु व्रश्च ब्रश्च सृज मृज जय राज ब्राजच्च शांशः व्रश्च ब्रज् सृज मृज यज् राज् भ्राज् चकारान्त शकारान्तश्चेषां धातूनाम् अन्तिमवर्णस्य स्थाने शकारादेशो भवति जलीपदान्ते च अनुवृत्तिसहितसूत्रं व्रश्च ब्रज सृज मृज जय राज ब्राजच्चशांशः जलीपदस्य अन्ते च वयं पठितवन्तः तत्र षत्वं भवति पदस्यन्ते अपि च झलि चकारषकारयोः अपि च यत्र अत्र परिगणितधातवः सन्ति तेषामपि भवति इति अस्ति तत्र यद्यपि चकारषकार नास्ति परं तेषामपि भवति इति अस्ति अग्रे समीचीनम् अग्रिमं षडो कहसि षकारस्य ढकारस्य च ककारादेशो भवति सकारे परे स्तुनाष्टु इत्यस्य अपवादः अस्तु स्तुनाष्टु इत्यस्य अपवादः स्तुनाशुः 84 इत्यत्र अस्ति षडोः कहसि तु 82 इति अस्ति परन्तु यत्र यत्र षडोः कहसि इत्यस्य कार्यमस्ति तत्र सर्वत्र स्तुनाष्टुः इत्यस्य अपि अवसरः भवति किल अतः सकार अस्ति अतः सकारे परे खलु अतः भवति अस्तु नास्तु सकारस्य आं ढकारस्य नास्ति खलु एकः भागस्य एकभागस्य भवति अतः अत्रापि अपवादः अस्ति तत्र किमपि अनुवृत्तिः नास्ति स्वयं सम्पूर्णमेव समीचीनम् अतः षडोः कहसि व्रश्च व्रश्च अनन्तरं स्कोः संयोगाद्योरन्ते च एतत् सर्वं तु चकारस्य प्रकारद्वयम् इत्यत्र वयं दृष्टवन्तः अग्रे सरामः अरुणा भगिनी पठति वा भगिनि चकारस्य प्रकारद्वयं प्रथमं सामान्यं चछोः षुडनुनासिके च इत्यनेन षत्वं तदा व्रश्च ब्रश्च सृज भुज जय भुज यज राज ब्राज छंसः इत्यनेन षत्वम् ओके उदाहरणपदानि पठामि तदनन्तरं प्रपच योगः सि चक्षोः षुडनुनासिके च सूत्रेण प्रपाष चकारस्थाने त सकार आगच्छति प्रपाश योगस्य व्रश्च ब्रश्च व्रश्च ब्रश्च च सृज मृज यज राज ब्राजाच्च सः इति सूत्रेण षकारस्थाने प्रपाश योगस्य षडोः कः सि पाप्रक् योगः सि पाप्रक् योगाशि प्रपाक्षि इति रूपं निष्पन्नं भवति. प्रयत्नं करोमि भगिनि. प्रथमं सूत्रमस्ति चक्षोः षडनुनासिके च इति सूत्रेण षत्वं भवति. उदाहरणम् अत्र दत्तं यङ्लुके रूपं पाप्रच्छ अत्र छकारस्थाने षकारः तालव्यषकारः आगच्छति. तदनन्तरं व्रश्च व्रश्च दीर्घसूत्रेण तालव्यषकारस्थाने मूर्धनषकारः आगच्छति. तदनन्तरं षडोः कः सि इति सूत्रेण मूर्धनषकारस्थाने खकार आगच्छति. रूपमस्ति पाप्रक्षि इति रूपं निष्पन्नं भवति. समीचीनं. सूत्रं पठतु भगिनि. एकमस्ति अत्र चकार अपि तुक्सहितचकारस्य एव वा अथवा चकार अन्यत्रापि भवितुम् अर्हति वा? तत्र चोः इति अस्ति खलु, तुक्सहितचकारः एव सर्वदा वा तत्र? परन्तु षत्वम् इति भवति, षत्वं भवति चकारस्य, तुक् नास्ति चेदपि भवति इति अस्ति. षत्वं आम् सत्वम् एकम् अहं पूर्वं दृष्टवान्, तुक् सहित नासि आसीत्, परन्तु सत्वं तद् अस्मिन् श्वोः शूड् अनुनासिके विषये बहु बहु किमपि अस्ति अस्मिन् करपत्रे, एका दीर्घा चर्चा अपि अस्ति. पठामः भगिनि, सूत्रं पठतु. श्वोः शुड् अनुनासिके च सूत्रं तुक् सहित छकारस्य स्थाने षकार आदेश, अपि च मकारस्य स्थाने ऊट् आदेशो भवति. अनुनासिकादिप्रत्यये परे क्विप् किच् परि भगिनि जलादिप्रत्यये च परे छ वा च तयोः इतरेतरद्वन्द्वः छो छौ छौ तयोः छोः षकार च ऊट् च तयोः समाहारद्वन्द्वः शूड् जलां दशवन्ते इत्यनेन ठकारस्य स्थाने डकारः, छोः षष्ट्यन्तं शूड् प्रथमान्तम्, अनुनासिके सप्तम्यन्तं च आद्येयपदम्. अनेकपदमिदं सूत्रम् अनुनासिकस्य क्विज्झलोः क्निति इत्यस्मात् क्विज्झलोः इत्यस्य अनुवृत्तिः, अङ्गस्य इत्यस्य अधिकारः. अनुवृत्तिसहितसूत्रं छोः अङ्गस्य शूड् क्विज्झलोः अनुनासिके च. अत्र सूत्रम् अस्ति छोः षुड् अनुनासिके च. विवरणमस्ति तुक् सहित छकारस्थाने षकार आदेशः भवति, वा वकारस्य स्थाने ऊट् आदेशो भवति. निमित्तानि अनुनासिकादिप्रत्ययपरे वा कृपरे जलादिप्रत्ययपरे च परे. तुक् सहित चकार अस्ति, तत् चकारस्थाने षकार आदेशः भवति, वकारस्थाने ऊट् भवति. निमित्तम् अनुनासिकादिप्रत्यये कृत् जलादिप्रत्यये परे. अत्र अनुवृत्तिसहितसूत्रं वदति अङ्गस्य अधिकारः प्रथमम्. अनुवृत्तिसहितसूत्रं शोः अङ्गस्य शुक्जलोः अनुनासिके च, तदेव सम्पूर्णसूत्रमस्ति. समीचीनं भगिनि. अतः तत्र तुक्सहितचकारः इति प्रथमभागः, अनन्तरं तत्र छोः इति अस्ति, तुक्सहितचकारः अनन्तरं वकारः अपि अस्ति, अतः कार्य स्थानद्वयं तुक्सहितचकारस्य स्थाने षकारादेशः ताळव्य, अनन्तरं वकारस्य स्थाने षूडनुनासिके किल षकारः ऊट् ऊट् एव ऊड् इति भवति जष्त्वं कृत्वा, अतः ऊड् ऊट् ऊट् आदेशः षूड् इति अस्ति, अतः ऊट् इति आदेशः अत्र निमित्तं तु अनुनासिकादि जलादि क्वि प्रत्यये परे कार्यं भवति इति एव. तत् तुक्सहितचकारः, तुक्सहितचकारः इत्युक्ते प्रथमं तकारः आगच्छति अनन्तरम् अस्माकं चेच इत्यनेन चकारः. भगिनी अत्र तर्हि व्रश्च ब्रश्च सृज मृज जयराज ब्रज चषाम् इत्यत्र अत्र यद्यपि अस्ति चकार तत् सन्धि भूत्वा, न तु तत्र षकारः षत्वं तुक्सहितचकारस्य एव न भवति इति नास्ति खलु, तत्र नास्ति अत्र तत्र सन्धि सन्धि कृत्वा तत्रापि पाप्रच् इति अत्र भवति महोदय, तत्र अस्ति वा उदाहरणं न जाने परन्तु तत्रापि तुक्सहित नास्ति इति तुक्सहितापि अथवा नास्ति तुक् नास्ति चेदपि भवति तुक् नास्ति चेदपि भवति आमाम् आम् तत्र भवति अत्र सन्धि सन्धि कृत्वा ज इति खलु ज अन अकार अस्ति अतः तुगागमः भवत् अत्र किं वदति इत्युक्ते अत्र समुदायस्य एव इच्छा इति स्वीकृतवन्तः, समुदायस्य एव षत्वम् इति स्वीकृतवन्तः, इच्छा इत्येव स्वीकृतवन्तः, यत्र न भवति इति द्रष्टव्यं परन्तु तादृशं नास्ति. षकारस्य उदाहरणानि बहुत्र सन्ति, इच्छा इत्यस्य न. मम अवगमनम् एवम् अस्ति यत्र अत्र अत्र श्वोः षूडनुनासिके च इत्यनेन षत्वं विदितं तत्र तत्र व्रश्च व्रश्च इत्यनेन षत्वं भवति. किमर्थम् इत्युक्ते तत्रापि तुक्सहितचकारः अस्ति अत्र पुनः आगच्छति एव किल अस्य कार्यमपि. अपि च सामान्यसूत्रे सन्धिः भवति खलु अतः प्रायः तस्य सन्धिः कृत्वा एव सः चकारः अस्ति समुदायस्य एव. प्रच्छयोगः तुमुन् इति उदाहरणरूपेण अस्ति अत्र अत्र इच्छ इत्यस्य समुदायस्य षत्वं भूत्वा प्रष्टुम् इति रूपम् समुदायस्य एव निर्देशनार्थं ते तादृशं सूत्रे उक्तवन्तः इति अस्ति. इच्छ इत्यस्य निर्देशः कृतः अस्ति. सम्यक् अस्तु अग्रे सरामः. अतः श्वोः षूडनुनासिके च इति सूत्रं नूतनसूत्रम् आसीत् अत्र अद्य अग्रे अस्तु आशीवल्ली भगिनी भवत्याः क्रमः एव. आम् रेफपूर्वकचकारान्तदातुः रेफपूर्वकचकारान्तदातुः राल् लोपः इत्यनेन चकारलोपः मो मुर्च् योगः सि राल् लोपः इत्यनेन जलादिप्रत्यये चकारलोपः इति मोमुर् योगः सि पुगन्तलघूपदस्य च इत्यनेन उपधागुणः मोमोर् योगः सि षत्वं मोमोषि. आम् रेफपूर्वकचकारान्तधातुः धातोः जलि जलादिप्रत्यये परे चकारस्य चकारलोपः भवति. उदाहरणे मो मुर्च् इति धातोः चकारस्य लोपः भवति मोमुर् योगः सि पुगन्तल उपदस्य च इत्यनेन उपधागुण उकारस्य स्थाने ओकारः भवति मोमोर् इति भवति. मोमोर् योगः सि आदेशप्रत्ययोः युङ्कोः नुम् विसर्जनीयस्य व्यवायेपि शर्व्यवायेपि षत्वं भवति रूपं भवति मोमोर्षि. राल् लोपः इति सूत्रं रेफात् परस्य चकारस्य वकारस्य च लोपः भवति. पि जलादिप्रत्ययः अनुनासिकः च परे अस्ति चेत् रा पञ्चम्यन्तं लोपः प्रथमान्तं द्विपदमिदं सूत्रं छोः षूड् अनुनासिके च इत्यस्मात् छोः इत्यस्य अनुवृत्तिः अत्र ध्येयं यत् अनुवृत्तौ तुक्सहितः चकारः सति अपि व्याख्याने तुगागमः न अपेक्षितः अतः न स्वीकृतः. अनुनासिकस्य क्विज्जलोः मिति इत्यस्मात् अनुनासिकस्य क्विज्जलोः इत्यनयोः अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रम् अङ्गस्य रात् छोः लोपः अनुनासिके क्विज्जलोः राल्लोपः राल्लोपः इति रेफात् परस्य चकारस्य वकारस्य च लोपो भवति. छोः इति अनुवृत्ति अस्ति लोपः भवति निमित्तमस्ति क्वि प्रत्यये परे जलादिप्रत्यये परे अनुनासिकादिप्रत्यये परे अस्ति चेत् रेफात् परस्य चकारस्य वकारस्य लोपः भवति. अत्र चोः इत्योः इत्यस्य अनुवृत्तिः अत्र देयं यत् अनुवृत्तौ तुक् सहितः चकारः सति अपि व्याख्याने तुक् आगमः न अपेक्षितः अतः न स्वीकृतः. भगिनि इति अतः शब्दसमुदायः इति स्वीकुर्मः स्वीकृतः तत्र न आवश्यकम् इति यत्र अत्र यद्यपि तत्र छोः इति अनुवृत्तिरूपेण आगच्छति चेदपि अत्र तुक्सहितचकारः इति न आवश्यकम्. यदा तत्र तुक्सहितचकारः नास्ति चेदपि अस्य कार्यं भवति. यदा उमो मूर्च् तत्र तु तुक्सहितचकारः नास्ति तत्रापि भवति. महोदय प्रायः भवान् एतदेव उक्तवान् इति चिन्तयामि तत्र न भवति. अनुवृत्तिः आगच्छति परन्तु कार्यस्य कृते न आवश्यकम् समीचीनम्. अत्र राल्लोपः श्वोः षूडनुनासिके च सूत्रद्वयमपि अङ्गकार्यमस्ति 6-4 इति अस्ति तद् मनसि भवेत्. सम्यक् धन्यवादः भगिनि. अतः चकारस्य अपि जातः अनन्तरं जकारस्य किं कार्यम् इति पश्यामः. विजया भगिनि. आं भगिनि जकारः जकारस्य प्रकारद्वयं प्रथमबिन्दुः सामान्यं चोः कुः इत्यनेन कृत्वं भवति. त्यज् योगः स्यति चोः कुः इत्यनेन सकारे जलि परे अस्ति चेत् कृत्वं भवति. त्यग् योगः स्यति आदेशप्रत्ययोः इत्यनेन षत्वं भूत्वा त्यग् योगः श्यति. अनन्तरं करिच इत्यनेन चत्वं भूत्वा तत्र गकारस्य स्थाने प्रथमवर्णः कक् क भूत्वा त्यक् योगः श्यति. अनन्तरं ककारशकारयोजनेन तत्र संयोगान्तस्य अथवा तत्र त्यक्ष्यति इति अस्ति. अनन्तरं योज् योगः स्यति योगः स्यति तत्रापि करिचसूत्रं कार्यं करोति. योग् इति भवति अनन्तरं स्यति इति अस्ति तत्र योग् पुनः सूत्रं प्रथमसूत्रं किं योग् योज् कथं योग् भवति योज् जलं जशन्ति इति सूत्रेण न यद् पूर्वमस्ति तदेव अत्रापि स्वीकरोतु. पूर्वस्मिन् उदाहरणे यद् सूत्राणि सन्ति यानि सूत्राणि सन्ति तदेव अत्रापि क्रमः तदेव योजयतु. पुनः योज् योगः स्यति चोः कुको तादृशमेव अत्रापि योग् योगः स्यति इति अस्ति तत्र करिच इति कार्यं करोति खलु भगिनि योग आदेशप्रत्ययोः क्रमः तद् पूर्वसूत्रे किमपि अस्ति तदेव पुनः तदेव क्रमः आदेशप्रत्ययोगो योग्यो शकारः आगच्छति अनन्तरं योगयोगः स्यति तत्र योग इति भवति केन सूत्रेण खरिच इति सूत्रेण तावदेव अनन्तरं योग इति भवति योगयोगः स्यति योक्ष्यति इति भवति द्वितीयबिन्दुः ब्रश्च सृज् मृज् यज् राज् ब्राज् इत्येषां षत्वं भवति एतेषां षत्वं भवति व्रच्छ ब्रच्छ सृज मृज यज राज ब्रा चषां शः इति सूत्रेण यतोहि एते धातवः अस्मिन् सूत्रे साक्षात् उक्ताः बा ब्रश्च योगः सि स्कोः संयोगान्तर संयोगान्त्योरन्ते च इत्यनेन जलीपरे संयोगस्य प्रथमसदस्यस्य सकारस्य लोपः बा ब्रज् योगः सि व्रच इति सूत्रेण व्रच चषंसः इत्यनेन जकारस्य षत्वम् इत्युक्ते बा ब्रश् योगः सि षडोः कः सि इत्यनेन सकारे परे शकारस्य ककार आदेशः भवति बाब्रक् योगः सि आदेशप्रत्ययोः इत्यनेन इङ्कोः प्रत्यय अवयस्य सकारस्य षत्वं बाब्रक्षि इति अस्ति तत्र बाब्रज् योगः सि स्कोः संयोगान्त्योरन्ते च जलीपरे अस्ति अतः तत्र बाब्रज् ब्रज् योगः सि तत्र ब्रश्य चषां शः इति सूत्रेण जकारस्य बाब्रज् इति तत्र जकारस्य स्थाने षत्वं भवति अतः तत्र बाब्रश् इति भवति बाब्रश् योगः सि षडोः कः सि इत्यनेन सकारस्य स्थाने शकारस्य ककारः आदेशः भवति अतः तत्र बाब्रक् इति भवति शकारस्य स्थाने ककारः आगच्छति षडोः कः सि इति सूत्रेण अनन्तरम् आदेशप्रत्ययोः इन्कोः प्रत्यय अवयस्य अस्ति अतः तत्र सकारस्य षत्वं भूत्वा ककार अनन्तरं शकारमेलनेन बाब्रक्षि इति भवति अन्तिमरूपं सम्यक् भगिनि धन्यवादः अस्तु ओ हो अस्तु भगिनि अत्र मम एकः अत्र ब्रश्च ब्रश्च इति अत्र प्रतिपदोक्तत्वात् इति कृत्वा तस्य कार्यं भवति इति अस्ति खलु अपवाद मम प्रश्नः अस्ति अत्र सूत्रे इदानीं कण्डिशन् द्वयं भवति चेत् एकस्य कृते भवति अन्यत्र भवति एकस्य एव न भवति चेत् तत् अपवादत्वेन भवति वा यथा अत्र इदानीं चिन्तयतु जकार चकार शकाराणां शः भवति इति अस्ति चेत् तत्र इदानीं चोः पुः इत्यनेन अत्र जकारस्य कुत्वं न भवति अपवादत्वेन स्वीकर्तुं शक्यते वा अपवादः अपवादः भवति वा चोः कुः आमाम् आम् आमेव किल महोदय सर्वदा आमेव किल चोः कुः इति सामान्यसूत्रं ब्रश्च ब्रश्च इति अपवादसूत्रमेव नास्ति अथवा अपवादत्वात् वा किम् अस्ति अत्र अपवादः एव चोः कुः यत्र यत्र अत्रापि चोः कुः इत्यस्य कार्यमस्ति एव किल बाब्रज् योगः सि इत्यत्र चोः कुः इत्यस्य कार्यं भवेत् एव यदा ब्रश्य ब्रश्य इति सूत्रं नास्ति चेत् तत्र चोः कुः इत्यनेन एव कार्यं भवितुम् अर्हति किल निरवकाशत्वमेव अपवादस्य बीजम् इति वदामः परन्तु अत्र न अत्र एतत् अन्य अन्य चकार षकारस्य षत्वम् इति भवति खलु, अत्र अन्यत्र अब्दावकाशः अस्ति, तत्र वन् पार्ट् एकस्य दशां इति आमां तस्य भवति खलु, तस्य अन्यत्र भवति निरवकाशत्वं न भवति, परन्तु एक एक पार्ट् अस्ति तत्र निरवकाशत्वं भवति, परन्तु सर्वत्र तत्तु चोः कुः इत्यस्य अपि कार्यं भवति एव, क्लाश् अस्ति चेत् वयं बलाबलस्य चिन्तनं कुर्मः, क्लाश् नास्ति चेत् तस्य चिन्तनमेव नास्ति किल, तत्र क्लाश् भवति एव, निरवकाशत्वं भवति इति निरवकाशत्वं आम्, चोहोकुः सर्वत्र आगत्य कार्यं कर्तुं शक्नोति किल, तत्तु सामान्यसूत्रमेव, तत्र किमपि तत्र कण्डीशन्स् अपि बहु किमपि नास्ति, अत्र एव कण्डीशन्स् तुक् सहितचकारः इति सर्वम् अस्ति, तादृशं किमपि नास्ति तत्र, तत् सर्वत्र आगच्छति, सामान्यतया वयम् अपवादः उत्सर्ग अपवादः स्वीकुर्मः, यत्र तस्य अपवादः अस्ति वा नास्ति वा इति क्लेशः आगच्छति चेदेव वयं तद् प्रतिपदोक्तत्वम् इति स्वीकुर्मः, यत्र क्लारिटि अस्ति चेत् उत्सर्ग अपवादः एव. अस्तु उषा भगिनी प्रथमं करोति वा, सरि स्रज् योगः सि. आं भगिनि, लेट् मी वेण्ट् बेक्. सरि सरि स्रज् योगः सि, सरि स्रज् योगः सि, स्कोः संयोगाद्योरन्ते च सूत्रं प्रसक्तिः नास्ति भगिनि. सकार रकार इस् देर्, अकार इस् देर्, सो स्कोः संयोगाद्योरन्ते च सूत्रप्रसक्तिः नास्ति. व्रश्च भ्रश्च्य सृज मृज यज राज ब्राज च शां शः इत्यनेन स्रज् सरि स्रज् योगः सरि स्रश् योगः सि इति भवति. सरि स्रश् योगः सि इति भवति सकार फालोयिङ्ग्, सो षडो कः सि इत्यनेन सरि सरि स्रक् योगः सि भवति, सरि स्रक् योगः सि सरि स्रक्षि भवति. तावदेव कार्यं तत्र, तत्र सृज् इति यद् अस्ति सूत्रे तत्र कार्यं भवति, किमपि मध्ये सूत्राणि आगच्छन्ति येन अम् इति आगमः आगत्य अनन्तरम् इको यणचि इत्यनेन यण् आदेशः भूत्वा सरि स्रज् इति रूपम् आगच्छति, तत्र अन्यप्रक्रिया अपि अस्ति. अस्तु भगिनि, धन्यवादः. महोदय भवान् मारी मार्ज् करोति वा? मरी मार्ज् इति अहं चिन्तयामि, मृज् इत्यस्य एव अस्ति इति, मरी मार्ज् इति अस्ति अत्र, मरी मार्ज् योग सि इति अस्ति, इदानीं मृज् धातुः अस्ति अतः मृज वृश्च दृश्च सृज मृज राज जयराज जयराजराजस्य शांशः इत्यनेन जकारस्य षकार भवति, षकार भवति. मरि माष् योग सि इति, मरि माष् योग सि इति अस्ति, षकार अस्ति इदानीं, षकार अस्ति चेत् सकार अस्ति, स्तोत्र सोरि स्तोत्र इत्यस्य कार्यं भवति, परन्तु अन्यत् तदपवादत्वेन षडोकः सि इति इत्यस्य प्रसक्तिः अस्ति, षडोकः सि इत्यनेन अत्र षकारस्य उत्तमं ककारः भवति, ककारः भवति. मरि मार्क् योग सि इति अस्ति, मरि मार्क्स् योग मरि मार्क् योग सि, इदानीं सकार सकार अस्ति, आदेशप्रत्ययः अस्ति, आदेश आदेश प्रत्ययस्य अवयवः अस्ति, अग्रे तत्पूर्वं ककवर्गी अस्ति, अतः मरिमाक्षि इति रूपं. समीचीनं, मरिमाक्षि इति रूपम् अस्तु. अरुणा भगिनी, या यज् योगः सि, या यज् योगः सि धातुः जकारान्त् अस्ति, तत् यज् धातु व्रश्च ब्रश्च सृज मृज यज राज ब्राज छ शां सः सूत्रे अस्ति, ततः तत्कारणात् जकारस्थाने मूर्धन्यषकार आगच्छति. ययाषि तदनन्तरं षकार मूर्धन्यषकार परे षकार अस्ति. षडोः कः सूत्रं कार्यं करोति, सकार परे षकारस्य स्थाने ककार आदेशः भवति. ययक् योगः अस्ति. अधुना आदेशप्रत्ययः आगच्छति भगिनि. आदेशप्रत्यययोः इति सूत्रेण सकार सि स्थाने सकारस्थाने मूर्धन्यषकार षि भवति. ययक् योग षि ययक्षि इति रूपं निष्पन्नं भवति. यायक्षि. सम्यक् भगिनि. श्रीवल्ली भगिनि. राराजयोगः सि राराजयोगः सि भ्रश्च भ्रश्च सृज भृज यजराज भ्राज छशांशः इत्यनेन जकारस्य स्थाने छत्वं भवति. राराश् योगः सि भवति. अनन्तरं षडोः कः सि इत्यनेन सकारे परे षकारस्य ककारादेशः भवति इति. राराक् योगः सि. अनन्तरम् आदेशप्रत्ययोः इत्यनेन इण्कोः प्रत्यय अवस्य सकारस्य सत्वं भवति. राक्षि सराराक्षि. सम्यक्. राराक्षि इति रूपम्. विजया भगिनी अन्तिमं बाभ्राज् योगः सि. अस्ति वा विजया भगिनी? आं भगिनि. आं भगिनि. अन्तिमं बाभ्राज् योगः सि. बाभ्राज् इदानीमेव मया पठितम् तद् बाब्रच् इदानीम् अन्तिम अभ्यासः किल. बाब्रज् योगः सि. तादृशमेव तत्र व्रश्य ब्रश्य सृज मृज यज राज ब्राज चषां शः इति सूत्रेण तत्र जकारस्य स्थाने शकारः मूर्धने शकारः आगच्छति. षडोः कः सि इति सूत्रेण तत्र षकारस्य स्थाने ककारः आगच्छति. अनन्तरं तत्र आदेशप्रत्ययोः इति सूत्रेण तत्र षकारस्य स्थाने षकारः अनन्तरं षकारः संयोगान्त्यस्य कार्यं करोति. अतः तत्र भवती सम्यक् एव उक्तवती. बाब्रक् योगः सि इदानीम् आदेशप्रत्ययोः सम्यक् एव सूत्रम् उरूपमेव वदतु. इदानीं किं भवति? बाब्रक्षि इति अस्ति. बाब्राक्षि. बाब्राक्षि इति अस्ति. तावदेव सूत्रत्रयस्य एव कार्यम्. यदा संयोगः अस्ति चेत् कोः संयोगाद्योरन्ते च, तदपि आदिमवर्णः आदिवर्णः सकारः अस्ति चेत् कोः संयोगाद्योरन्ते च इत्यस्य कार्यम्. अथवा न व्रश्च भ्रश्च सृज मृज यज राज चषांशः षत्वं, षत्वम् अस्ति चेत् षडोः कः सि. सकारः एव अस्माकं सकारादिप्रत्ययः. षडोः कः सि इत्यनेन कुत्वम्, अनन्तरं यदा कुत्वं भवति आदेशप्रत्ययोः इत्यस्य कार्यं. चैन् इव आगच्छति कार्याणि. तावदेव. सम्यक् अस्तु. स्तोहोश्चुना अन्तिमकार्यं नास्ति वा? किमर्थं स्तोहोश्चुना? बा ब्रा ब्राक्षि इति अस्ति. अनन्तरं तत्र ताद् अन्तिम अन्तिमरूपं तावदेव वा? बाब्राक्षि अस्तु. उषा भगिनी अग्रे पठति वा? जकारान्तः एकः प्रकारः. जकारान्तस्य एकः प्रकारः चोहो कुहु इत्यनेन कुत्मं जा झर्ज् योगः सि चोहो कुहु इत्यनेन कुत्मं जा झर्ग् योगः सि आदेशप्रत्ययोः इत्यनेन षत्वं जा झर्ग् योगः क्षि खरी च इत्यनेन खरि परे जलः स्थाने छर् आदेशः जा झर्क् योगः षि जा झाक्षि जा झर्ज् योगः सि अन्तिम झकारः स्थाने ककार आदेशः ककारवर्ग घकारः भवति जागर्ग् योगः सि आदेशप्रत्ययोः इत्यनेन सकारस्य षकारस्य षत्वं भवति जा जर्ग् योगः षि खरि च इत्यनेन खरि परे षि खरि खरि परे जलः स्थाने चर् आदेशः जा जर्क् ओके गकारस्य स्थाने ककारादेशः भवति जा झर्क् योगः षि जा झाक्षि भवति. सम्यक् समीचीनं. अस्तु आं भगिनि इदानीं चवर्गः समाप्तः किल चवर्गः च च झ पर्यन्तं दृष्टवन्तः. षकारः किं भवति? षकारः ककारः भवति षडो कहसि षकारस्य ढकारस्य च ककार आदेशः भवति सकारे परे ष्टुनाष्टुः इत्यस्य अपवादः षश्च ढश्च तयोः इतरेतरद्वन्द्वः षडौ तयौ षडौ षडोः षष्ट्यन्तं कः प्रथमान्तं सि सप्तमीयन्तं त्रिपदमिदं सूत्रं सूत्रं स्वयं सम्पूर्णं षडोः कः सि यथा कर्ष् योगः स्यति षडोः कः सि इत्यनेन षकारः परे सकार आदेशः भवति सकारः भवति सो षडोकः सि इत्यनेन षकारस्य ककार आदेशः भवति कर्ष् इति कर्क् भवति कर्क् योगः स्यति आदेशप्रत्ययोः इत्यनेन इण्कोः प्रत्यय अवयवस्य सकारस्य षत्वं भवति कर्क् योगः ष्यति कर्क्ष्यति कर्क्ष्यति समीचीनं भगिनि. कर्क्ष्यति अत्रापि षडोः कः सि इत्यस्य एव कार्यं कुत्वं सर्वत्र कुत्वमेव षकारस्यापि कुत्वं जकारस्यापि कुत्वं भिन्नभिन्नसूत्राणि एव भिन्नानि. अस्तु धन्यवादः भगिनि. महोदय भवान् पठति वा? हा भगिनि. हा स्थालव्य षकारस्य स्थाने षकारः अनन्तरं षत्वं कुत्वम् इति षकारस्य प्रत्ययस्य आदौ सकारः झलि अतः धात्वन्तस्य षकारस्य स्थाने षकारादेशः भवति. अस्तु ब्रश्च ब्रश्च सृज मृज जय राज ब्राज चशांशः इत्यनेन परिगणितधातूनां चकारान्ताः षकारान्ताः येषां धातूनाम् अन्तिमवर्णस्य स्थाने षकारादेशः भवति जलिपदान्ते इति अस्ति अनवृत्तिसहितसूत्रं ब्रश्च ब्रश्च सृज राज सृज मृज जय राज ब्राज चशांशः झलि पदस्य अन्ते च यथा क्रोश् योग स्यति अत्र षकार अस्ति अतः चशांशः इत्यनेन षकारस्य षकार भवति क्रोश् योग स्यति इति अस्ति. क्रोश् योगस्यति. इदानीं तत्र पुनः पुनः तदपि श्रोत्रशु भवति वा भगिनि? सारि षडोकः भवति एव. षडोकः सीतेन क्रोक्ष्यति इति भवति, क्रोक्ष्यति. समीचीनम्. अनन्तरं वश् योग सी इति चषांशः इत्यनेन वश् योग षकार मूर्धन्यषकार भवति तालव्यस्य. अनन्तरम् इदानीं सी इति अस्ति, अतः सी परे कुत्वं ककार भवति, अतः वक् योग सी. वक् योग सी इति अस्ति इदानीं द्वादशपति इत्यनेन वक्ष्यति. वक्षि क्षम्यताम्, वक्षीरूपं एव आगच्छति. दत्तमस्ति अत्र, अदौ न पठति, दृष्टवान् अस्ति. क्रोश् योगस्यति शदोकः इत्यनेन शकारस्य ककारादेशः. क्रोक् योगस्यति आदेशपत्य इत्यनेन इण्कोः प्रत्ययव्यवस्य सकारस्य षत्वं. क्रोक् योगस्यति क्रोक्ष्यति, तथैव वक्षि इति. समीचीनम्. अतः यत्र यत्र ताळव्यषकारः अस्ति, मूर्धन्यषकारः भूत्वा अनन्तरं सूत्वं भवति. सवर्गः अपि पठतु महोदय. वक्षि इति किमस्ति भगिनि? वश् इति किमस्ति तत्र? वश् तत् अस्माकं मध्यमपुरुषे एकवचनं वदति इति अर्थे भवति किल. तत् वच् धातु अस्ति, वच् रूपमस्ति खलु भगिनि? ऋट् रूपं वा? अस्माकं मध्यमपुरुषे एकवचनं रूपं नास्ति. वक्ष्यति प्रथमपुरुषे एकवचनं खलु भगिनि? वक्ष्यति. ओ एवं वा, ऋट् रूपम्. न भगिनि, अत्र एतत् वच् धातुः अस्ति खलु, न तु वच् धातुः खलु. चकारस्य शकारः न भवति खलु, भिन्नधातु प्रायः. भिन्नमस्ति वा? अतः रूपं सकारः तु मध्यमपुरुषे एकवचनचकारः नास्ति वा? सकारः नास्ति वा? तदेव तदेव खलु, तदेव तदेव अस्ति, परन्तु वच् धातुः नास्ति. वश् इति अत्र तद् भिन्नं वक्षि इति रूपं, परन्तु प्रसिद्धमेव किल वक्षि इति. ओ तदपि वक्षि एव भवति. अस्तु अस्तु, वच् धातोः चोः कुहितरेण भवति वक्षि. तदेव मम अपि एतद् वश् अस्ति, वश् इति. अस्तु, सवर्गः क्षम्यतां महोदय, अस्य अर्थः कः भगिनी उक्तवती इदानीं? वश् इत्यस्ति मध्यमपुरुषः एकवचनं, मध्यमपुरुषः एकवचनमेव किल, लिट् किमपि नास्ति. तदेव लट् रूपं तु प्रथमपुरुषे एकवचनं वष्टि, उष्टः उषन्ति. वष्टि वष्टि इति अत्र अदादिगणः सम्यक् इत्यनेन भवति. सम्यक्, वदादिगणः इति कृत्वा रूपं वच्चासु अदादिगण टेन् तौसण्ड् भक्ति इति रूपं वच्चासं वक्षि इति मध्यमपुरुषे एकवचनं. तदेव तदेव मम चिन्तनं पूर्वम् एकं वच्चासु. टवर्गः, इदानीं टवर्गस्य टकार ठकार डकारयोः टकार ठकार डकार डकारस्य प्रभावेन अग्रे स्थितस्य सकारस्य स्टुनाष्टुः इत्यनेन चतुर्थपादे अस्ति इत्यनेन स्टुत्वादेशः. तदा सः स च षकारः खरि अस्ति इति कृत्वा टकारः टकारः डकाराणां चरादेशः करिच इत्यनेन. यत्र रारट् इति अस्ति, रारट् योग सी इति. इदानीं तु स्तुत्वं रारट् योग षी भवति, रारट् योगशि. इदानीं करि चैत्यनेन करिपदे जलस्थाने चरादेशः तदेव अस्ति रारट् रारट्षि रारक्षि इति. लोलोट् योग सि इदानीं सुनाष्टुः इत्यनेन अष्टुत्वं षकार भवति लोलोट् षि इति. लोलोट् षि इदानीं टकार अस्ति करि चैत्यनेन प्रथमवर्णः आगच्छति लोलोट् षि इति. तदेव चाकड् योग सि सुनासु इत्यनेन चाकड् चाकड् योग षि. इदानीं डकारस्य टकारादेशः भवति खदि चैत्यनेन चाकट् षि. स्टो सुनास्तुः इति दन्तसकारस्य तवर्गीयवर्णस्य च स्थाने मूर्धन्यषकारादेशः टवर्गीयवर्णादेशः भवतः. मूर्धन्यषकारः टवर्गीयवर्णयोः योजनेन अनुवर्तिसहितं स्तोः स्टुनाष्टुः संहितायाम् इति अस्ति. समीचीनम्. अतः लब्ध अवकाशः अन्यत्र अन्यत्र लब्ध अवकाशः इति वदामः किल. स्टुनाष्टुः इत्यस्य अत्र दृश्यते कुत्र कुत्र भवति इति. एतावता वयं षडहो कहसि सर्वत्र कृतवन्तः किल, परन्तु ठकारः अस्ति चेदेव षडहो कहसि अथवा अष्टुनाष्टुः इत्यस्य एव कार्यं. जनरल् केटगरी लास्ट् इति. सम्यक्. अस्तु महोदय. अरुणा भगिनि ढकारः ढकारः पठित्वा समापयामः. ठकारस्य षठोः कः अस्ति इत्यनेन ककार आदेशः भवति. तदा आदेशप्रत्ययोः इत्यनेन इन्कोः प्रत्यय अवयवस्य तकारस्य शब्दम्. उदाहरणं वावट् योगः अस्ति, डकार अस्ति अन्तरिमवर्ण, ततः षडोः कः अस्ति इति सूत्रेण ढकारस्थाने ककार आगच्छति. तदनन्तरं वावक् योगः अस्ति, आदेशप्रत्ययः सूत्रेण वावक्षि इति रूपं निष्पन्नं भवति. समीचीनं. नकारः अपि पठतु भगिनि. अतः सवर्गः समाप्तः भवति. नकारः रन् रन् योगसि. नकारस्य प्रभावेन स्टुनाष्टुः इत्यनेन अग्रे स्थितस्य सकारस्य स्तुत्वादेशः रं रण्निष रं रण्निष रं रणिष. अत्र नत्वमस्ति नकारस्य प्रभावेन नकार निमित्तमस्ति. अत्र नत्वमस्ति. तदनन्तरं नत्वं सकारस्य नत्वं षकार निमित्तमस्ति. ततः सकारस्य सकार भवति न तु आदेशप्रत्ययोः सूत्रे. केवलं चुनाष्टुः सूत्रवेद सकारः षकारः भवति. रम्रण्षि इति रूपं. सम्यक्. तद् रम्रण् इति कथं भवति इति चिन्तनीयं. प्रायः अहं यङ्ग्लुगन्तवर्गे तद् पश्यामः. तत्र रम् इत्यत्र अनुस्वारः कथम् आगच्छति इति सर्वं चिन्तनीयं. कथं मूले रूपं कथमासीत् इति अपि द्रष्टव्यम्. अस्तु. अतः नकारः पर्यन्तं जातः, टवर्गः अपि जातः. अग्रिमसप्ताहे तवर्गः चिन्तनं पश्यामः. अस्तु. धन्यवादः. धन्यवादः भगिनि. धन्यवादः. धन्यवादः. धन्यवादः भगिनि. धन्यवादः भगिनि.